अस्तु, नमस्कारः. अस्माकं विषयः आसीत् गतसप्ताहे लृङ्लकारः, खलु? अस्तु, लृङ्लकारः इत्युक्ते किमस्ति महोदय, स्मारयति वा? लकारः अस्ति, लकारः अस्ति, मेलितुं लकारः मिलित्वा भवति लृङ्लकारः. उदाहरणम्? उदाहरणम् अभवत्, भविष्यति, अभविष्यत् इति अस्ति. भवति इति लट् लकारः, अभवत् इति लङ् लकारः, भविष्यति इति लृट् लकारः, अभविष्यत् इति लृङ् लकारः, खलु? इति अस्ति. हा, धातुः अस्ति. किं धातुः? भवति, खलु? इति अस्ति. धातुः लट् लकारः, लङ् लकारः, लृट् लकारः, लृङ् लकारः इति अस्ति क्रमः. अस्तु, समीचीनं. किञ्चित् अभ्यासः करिष्यामः, अनन्तरम् अग्रे गच्छामः. अस्तु, देवकान्तमहोदय, तर्हि भवान् करोतु, वदतु. इति इदानीं चल् इति धातुः अस्ति, चलति, वदतु. नास्ति चिन्ता, वदतु. केवलम् इदानीं प्रथमपुरुषे एकवचनम् आवश्यकं, परन्तु प्रथमं वदतु कथं भविष्यति इति. प्रथमपुरुषे एकवचनं कथं भविष्यति? यथा महोदय उक्तवान्, भू इति धातु, भवति इति लट्लकारः, अभवत् इति लङ्लकारः, भविष्यति इति लृट्लकारः, अभविष्यत् इति लृङ्लकारः इति अस्ति, खलु? तर्हि प्रथमे वदतु इदानीं. चल् इति धातुः अस्ति. चलति, अचलत्, चलिष्यति, अचलिष्यत् इति अस्ति, खलु? अस्तु, समीचीनं. भगिनी, पाठ्यति धातुः अस्ति, वदतु. पठति, अपठत्, पठिष्यति, अपठिष्यत्. अस्तु, समीचीनं महोदय. वदति वा? खादति, खादति इति धातुः अस्ति. खादति, अखदत्, खादिष्यति, खादिष्यति, खादिष्यति, अखदत्. न, पुनः खादति धातुः अस्ति, खलु? खादति इति लट् लकारः, वदतु. खादति लट् लकारः, लङ् लकारः, लृट् लकारः, खादिष्यति, समीचीनं. लृङ् लकारः, पुनः भगिनी पुनः वदतु, भवत्याः पाठ्यति धातुः, शृणोतु इदानीं, पाठ्यति धातुः अस्ति. अपठिष्यत्, खलु? इति अस्ति, अखादिष्यत्, अखादि, अभविष्यत्, अपठिष्यत्, अचलिष्यत् सः उक्तवान्, खलु? अस्तु, विनोद् महोदय, तर्हि महोदय वदतु. निन्द् इति धातुः अस्ति. निन्द् धातुः वर्तमान निन्दति, लकारः इति वदतु. लकारः, प्रथमं लट्, तदनन्तरं लङ्, लकार अनिन्दयत अनिन्दयत अनिन्दत स्पष्टतया वदतु अनिन्दत लुट्लकार वदतु निन्दधातु लट् लकार इष्य इष्य इति भवति समीचीनम् अनिन्दिश्य समीचीनम् अस्ति अस्तु इदानीं अग्रे महोदय भवान् वदतु कृ इति धातुः अस्ति न धातु करोति लङ्लकार अकरोत् लुट्लकार करिष्यति लोलकार अकरिष्यति इति अस्ति अस्तु महोदय अस्तु पश्यति इति करोतु दृश्यति धातुः इति अस्ति अदृश्यत् अस्तु सरिता भगिनी पालयति पालयति लट्लकारे अपालयत् लङ्लकारे पालयिष्यति लुट्लकारे अपालयिष्यत् खलु उक्तवती सम्यक्तया न श्रूयते भवत्याः अपालयिष्यत् अस्तु अपालयिष्यत् इति अस्ति अस्तु समीचीनमस्ति तर्हि इदानीं सर्वे जानन्ति खलु एकवारम् अभवत् अभ्यासः अस्तु तर्हि वयं करिष्यामः अभ्यासः अभ्यासः न कृतवन्तः गतसप्ताहे तर्हि प्रथम अभ्यासः कुर्मः समीचीनं महोदय आरम्भं करोति वा उदाहरणानुगुणं लुङ्प्रयोगेण वाक्यानि लिखत उदाहरणं मुनिः शापं ददाति दुष्यन्तः शकुन्तलां विस्मरति मुनिः यदि शापं न अदास्य तर्हि दुष्यन्तः शकुन्तलां न व्यस्मरिष्यत् सोपानेन वदतु किं किम् अभवत् अत्र मुनिः दुष्यन्तं शापं ददाति इति प्रथमवाक्यमस्ति प्रथमवाक्यमस्ति तदनन्तरं तदनन्तरं दुष्यन्तः शकुन्तलां विस्मरति इति द्वितीयवाक्यमस्ति तर्हि अत्र किम् अभवत् अत्र प्रथमे किम् अभवत् वदतु यदि तर्हि प्रयोगः अस्ति प्रथमवाक्यस्य आरम्भे यदि प्रयोगं भवति द्वितीयवाक्यस्य आरम्भे तर्हि प्रयोगः भवति इति अस्ति प्रथमम् एवमस्ति यदि तर्हि इति अस्ति लृङ्लकारः न अभविष्यति एकमस्ति मुनिः शापं ददाति, दुष्यन्तः शकुन्तलां विस्मरति, खलु? इति प्रथमम् अस्ति तु यदि तर्हि. द्वितीयमस्ति, तत्र क्रियापदद्वयं सन्ति खलु. प्रथमवाक्ये क्रियापदमस्ति ददाति, द्वितीयवाक्ये क्रियापदमस्ति विस्मरति. ददाति पदस्य लृङ्लकारः आवश्यकं, विस्मरति पदस्य लृङ्लकारः आवश्यकं. तर्हि ददाति पदस्य कथम् अभवत् दास्यत् इति वदतु, कथम् अभवत्? अददत् इति लङ्लकारः. अददत् न भवान्, अददात्. अददात् वा? किं महोदय वदति? ददति, ददतः, ददाति, ददतः, ददति लट्लकारे अस्ति, परन्तु अददात् अस्ति. अददत् अस्ति वा अथवा अददात् अस्ति? अददात्, अदत्ताम्, अदुदुः इति भूतकाले भवति. अस्तु, अददत् इदानीं शुकमः. अस्तु, अददत् लोट्लकारे दास्यति. हा, इति अस्ति, दास्यति. हा, मिलित्वा अदास्यति. अस्तु, अस्तु. हा, तदनन्तरं तत्र विस्मरति, विस्मरति, स्मरति अस्ति, अस्मरत्, स्मरिष्यति, परन्तु अत्र उपसर्गः अस्ति, अकारः अस्ति, अकारः अस्ति, ई मिलित्वा अकारः. हा, अकारः, तदनन्तरं किम्? वि अधिक अस्मरत् व्यस्मरत् इति अस्ति अत्र दत्तमस्ति. अत्र पश्यतु, विहरति दत्तमस्ति तदाधारेण. हा, वदतु महोदय. हा, सोपानेन वदतु. विस्मरति अस्ति, कथं भवति? विस्मरति अस्ति. कथं स्मरति चिन्तयतु, चिन्तयतु इदानीं. लङ्लकारे अस्मरत्, लुट्लकारे स्मरिष्यति, इदानीम् उपसर्गः स्थापयतु. लङ्लकारे, लङ्लकारे व्यस्मरत्, कथम् इति महोदयस्य प्रश्नः अस्ति. कथं वि वि अधिकम् अकारः, वि अधिकम् यकारः. उपसर्गः, तस्य संयोगः भवति कुत्र? लङ्लकारे. किम् अस्ति अत्र पश्यतु, अत्र कोष्ठकं दत्तमस्ति खलु, सर्वत्र लङ्लकारे तस्य प्रयोगः भवति, तस्य संयोजने तत्र रूपपरिवर्तनं भवति इति अभवत् खलु. अस्तु, समीचीनं. सर्वे अवगच्छन्ति कथम्? इदानीं वदतु. रूपेशः पूर्वाभ्यासं कृतवान्, सः पर्वतम् आरोहत्. यदि उपेशः पूर्वाभ्यासम् अकरिष्यत् तर्हि सः पर्वतम् आरोहिष्यत्. भगवान् अकरोत्. समीचीनम्. अत्र अत्र किम् अस्ति, भूतकाल वाक्यद्वयं भूतकाले अस्ति, परन्तु एकस्य रूपमस्ति लङ्लकारः, द्वितीयस्य रूपमस्ति तवतु प्रत्ययः. इत्युक्ते पठ् इति धातुः अस्ति, भूतकाले किं भवति? अपठत् अथवा पठितवान् अथवा पठितवती अपि भवितुमर्हति, अर्थं तु समानमेव. त पदाधारेण अत्र अस्ति. वाक्यद्वयं भूतकाले अस्ति परन्तु एकमस्ति तव तु प्रत्यये अस्ति कृतवान्, यथा पठितवान्, खादितवान्, चलितवान्, दृष्टवान् एवं. द्वितीयमस्ति अपठत् इति लङ् लकारस्य पदमस्ति. वाक्यद्वयं भूतकाले अस्ति परन्तु रूपभिन्नता अस्ति अत्र. अस्तु महोदय. उपयोगः नावश्यकम् उदाहरणं यदि शापं न दाति इति महोदय वदति इदानीं पुनः वदति. तर्हि यदि भूपेशः पूर्वाभ्यासं न आकरिष्यत् तर्हि सः पर्वतं न आरोहिष्यत् इति अस्ति. धन्यवादः. अस्तु, तर्हि प्रथमं यदि तर्हि आवश्यकं, द्वितीयं लृङ्लकारः कथं भविष्यति तत् आवश्यकं वाक्यद्वयस्य इति अस्ति. अस्तु महोदय, करोति वा प्रयत्नं करोति वा? अस्तु. रामः पादे व्याचारात् सः बहून् रक्षासान् समाहरात्. रामः यारि वाने आव्याचारिष्यात् पाठि सः बहून् रक्षासन् स्यात्. सोपानेन पश्यामः प्रायशः. तर्हि प्रथमं किम् अस्ति? व्यचरत् खलु, व्यचरत् अस्ति प्रथम क्रियापदम् अस्ति भूतकाले. व्यचरत् व्यचरत् इत्युक्ते पदं किम् अस्ति? चरति इति अस्ति खलु, चर् इति धातुः अस्ति, चरति विचरति. चरति अस्ति पदम्, उपसर्गः अस्ति वि, विचरति. विचरति इति पदमस्ति, लट् लकारे विचरति, वर्तमानकाले विचरति. इदानीं व्यचरत् अत्र दत्तमस्ति, व्यचरत् इति दत्तमस्ति. हा, व्यचरत् इत्युक्ते लङ् लकारः अत्र दत्तमस्ति. व्यचरत् तर्हि चरति अस्ति, तत्र लृट् लकारः कथं भविष्यति? लृट् लकारः चरिष्यति खलु, अथवा विचरिष्यति यदि विचरति अस्ति. तर्हि व्यचरत् एवं हा व्यचरत् अथवा विचरिष्यति, विचरिष्यति इति अस्ति. पदद्वयं मिलित्वा किं भवति? व्यचरिष्यत् व्यचरिष्यत् व्यचरिष्यत् व्यचरिष्यत् इति पदमस्ति खलु, व्यचरिष्यत्. कोऽपि प्रश्नः अस्ति वा? व्यचरिष्यत् उत्सर्गः तथा व्यचरिष्यत् इति भवति. अत्र तु लङ्लकारः दत्तमस्ति, तर्हि सुलभमस्ति. व्यचरत् अस्ति, व्यचरिष्यत् व्यचरिष्यत् इति लङ्लकारः पदम्. सोपानेन पुनः पश्यामः. चरति इति धातुः अस्ति, उपसर्गः मिलित्वा विचरति, लट् लकारे विचरति, लङ् लकारे व्यचरत्, लृट् लकारे विचरिष्यति, लृङ् लकारे व्यचरिष्यत् इति अस्ति. समीचीनं. तर्हि व्यचरिष्यत् इति प्रथमम् अस्ति. द्वितीयं किम् अस्ति? समहरत् इति अस्ति. समहरत् तदपि अस्ति हा समीचीनम् अस्ति समीचीनतया उक्तवान् खलु समहरति खलु समीचीनमस्ति संहरिष्यत् इति महोदय उक्तवान् तर्हि पूर्णवाक्यं महोदय पुनः वदतु पूर्णवाक्यं यदि रामः यादि बाणे न न न न व्याचारिष्यत् सः तर्हि तर्हि सः बहून् रक्षासन् न न असम असम् असमहरिष्यत् असम नास्ति समहरिष्यत् समहरिष्यत् इति समहरिष्यत् समहरिष्यत् इति नावश्यकं किमर्थम् इत्युक्ते सं मकारः हलन्त् अस्ति खलु उपसर्गात् सं तिष्ठति तत्र सं आकारं उपसर्गस्य पूर्वे भविष्यति अत्र पश्यतु अत्र विहरति दत्तमस्ति खलु विकारस्य स्थाने सं स्थापयतु इदानीं विहरति अस्ति संहरति इदानीं पश्यतु सं तत्र मकारस्य हलन्त् अस्ति सम् अधिकम् अहरत् समहरत् समहरिष्यत् इति नावश्यकं किमर्थम् इत्युक्ते सं हलन्त् एव मकारः मिलित्वा मकारः भवति परन्तु पूर्वे हलन्त् हरति पूर्वे तर्हि हलन्त् गच्छति हलन्त् इति गच्छति समहरिष्यत् हा अत्र दत्तमस्ति पश्यतु इति अस्ति अत्युत्तमं महोदय अत्युत्तमं समीचीनम् अस्ति अग्रे भगिनि अहं छत्रं न स्वीकृतवान् आर्द्रः आर्द्रः आर्द्रः अभवम् अहं यदि छत्रं अस्वीकरिष्यं तर्हि आर्द्रः स्वपानेन इदानीं पश्यामः तत्र बृहत् अस्ति तत्र स्वीकृतवान् अस्ति खलु स्वपानेन इदानीं वदतु कथं रूपं भवति प्रथमे अस्ति कृ इति धातुः अस्ति कृ इति धातुः अस्ति करोति स्वी इति उपसर्गः अस्ति स्वीकरोति इति लट्लकारे अस्ति अस्तु स्वीकरोति इति लट्लकारे अस्ति लङ् लकारे कथं भवति वदतु स्वी अधिकम् अकरोत् खलु अकारः किमर्थम् अग्रे इति प्रथमे अत्र पश्यतु अत्र दत्तमस्ति अनुकरोति अत्र दत्तमस्ति तत् पश्यतु अनुकरोति अनु अधिकं करोति तत्र अनुस्थाने स्वी इति स्थापयतु तत् चिन्तनम् अस्ति अनु अधिकम् उकारः अधिकम् अकारः वकारः अभवत् स्वी स्वी स्वी अधिकम् अकरोत् किं किं भवति तत्र अका इकारः अधिकम् अकारः अत्र दत्तमस्ति पश्यतु वि अधिकम् अव्या हा किञ्चित् काठिन्यमस्ति सरिता भगिनी किं वदति करोतु दीर्घमि चतुर्थं वाक्यं न केवलं स्वीकरोति इति अस्ति, तत्र लृङ्लकारः कथं भविष्यति वदतु. आम् आम्, कृतवान् अस्ति चेत् अकरोत्, अकरोत् अस्ति चेत् स्वी अधिक अकरोत् स्व्यकरोत्, क्रूधातु अस्ति चेत् करिष्यति स्व्यकरिष्यत्. अत्र तृतीय प्रथमपुरुषे एकवचने अभवत्. यदि वयं उत्तमपुरुषे प्रथम एकवचने करिष्यामः तत्र क्रूधातुः अस्ति, क्रूधातु लङ्लकारे अकरोम् अपठम् अस्ति चेत् अकरोम् तत्र स्व्यकरोम् लङ्लकारे लृट्लकारे करिष्यामि करिष्यामि भवति. तत्र लुङ्लकारे तदनन्तरम् अकरिष्यामि. सो यत् अहं छात्रं न अत्र करिष्यामि करोति अस्ति चेत् अकरिष्यामि, परन्तु स्वी अस्ति, स्वी उपसर्ग अस्ति चेत् स्वकरिष्यं. सो अहं यदि अहं छात्रं न स्वकरिष्यं तर्हि आर्द्रः अभविष्यत्. तर्हि प्रश्नः अस्ति स्वी अधिकम् अकरोत् किं भवति पदं? स्वी अधिकम् अकरोत् व्यकरोत्. अत्र विशेषः दत्तमस्ति न, पृष्ठसङ्ख्या अस्ति एकशतं पञ्चविंशतिः पुटे. तत्र प्रथमं वाक्ये प्रथम उदाहरणे दत्तमस्ति स्वीकरोति स्वी अधिक अकरिष्यत् व्यकरिष्यत्. अत्र प्रथमम् आसीत् इति प्रथमम् आसीत् इति, तर्हि स्वी एवम् अस्ति तर्हि वाक्यं किं भवति वदतु इति. वदतु भगिनि. अत्र प्रथमपुरुष अत्र उत्तमपुरुष एकम् अस्ति स्वी स्व इति भवति स्व स्व अत्र इति उदाहरणम् उपरि दत्तमस्ति तथा अस्तु. भवान् तत्र यण् सन्धिः भवति इ अथवा इ अस्ति चेत् तत्र यकारस्य आदेशः भवति. तत्र सकारः वकारः यकारः इति अस्ति इति मूल्य पदमस्ति. सकारः वकारः तु अस्ति एव, तदनन्तरम् इकारः एवम् अकारस्य स्थाने यकारः इति आगच्छत् तत्र इति अस्ति. स्वयं करिष्यामि, अहं करिष्यामि, सा उक्तवती तथा. सरिता भगिनी वदतु. कृतवान् अहम् अदि यदि अस्ति भवती अकरोम् लङ्लकारे उत्तमपुरुषे प्रथम एकवचने अकरोम् स्व्यकरोम् इति लङ्लकारे भवति. करिष्यामि लृट्लकारे लृङ्लकारे अकरोम् अधिक करिष्यामि अकरिष्यम् सो स्वी अधिक अकरिष्यम् स्व्यकरिष्यम्. सो अहं यदि अहं छत्रं न स्व्यकरिष्यम् तर्हि आर्द्रः अभविष्यत् इति भवति. तर्हि आर्द्रः न अभविष्यम् खलु न अभविष्यम् क्षम्यतां अस्तु इति अस्ति भगिनी तर्हि भवती आनन्द अग्रिमं करोतु समीचीनं श्रद्धा भगिनी अस्तु भवत्यो शिक्षकः न त्यजितवान् भवत्यो पाठनं न विस्मतिष्यां तर्हि शिक्षकः न अतर्जितिष्यति सोपानेन गच्छामः चिन्ता नास्ति किञ्चित् काठिन्यमस्ति तत्र विस्मृतवत्यौ अस्ति अस्तु विस्मृतवत्यौ इदानीं वचनं किम् अस्ति द्विवचनमस्ति द्विवचनं त्यजतु प्रथमम् एकवचने करिष्यामः तदनन्तरं द्विवचनं स्वीकुर्मः प्रथमे किम् अस्ति एकवचने अस्ति चेत् किं भवति विस्मृतवती इति भवति तर्हि स्मृतवती इति भवति वि इति उपसर्गः अस्ति विस्मृतवती अस्तु वि अधिकं स्मरति विस्मरति इति अस्ति वि अधिकं लङ्लकारे किं भवति स्मरति वि अधिकम् अस्मरत् वि अधिकम् अयकारः व्यस्मरत् इति भवति व्यस्मरत् इति भवति लङ्लकारे लृट् लकारे किं भवति समीचीनं विस्मरिष्यति न वि इति लृट् लकारे तु तिष्ठति एव उपसर्गस्य कोऽपि आवश्यकता नास्ति लृट् लकारे वि तु वि अस्ति एव तत्र वि अधिकं हा विस्मरिष्यति इति अस्ति इति भवति लृट् लकारे इदानीं लृङ् लकारे किं भवति हा व्यस्मरिष्यत् इति भवति प्रथमपुरुष एकवचने हा द्विवचने किं पुनः स्पष्टतया हा व्यस्मरिष्यताम् इति प्रथमम् अभवत् अस्तु द्वितीयं किमस्ति न तर्जितवान् इति अस्ति खलु तर्जति इति अस्ति इदानीं वाक्यद्वयं वदतु भवत्यो यदि पाठं न किञ्चित् काठिन्यमस्ति व्यस्मरिष्यत् व्यस्मरिष्यतां व्यस्तं स्मरिष्यतां तर्हि शिक्षकः न अतर्जिष्यत् अतर्जिष्यत् किञ्चित् काठिन्यमस्ति यदि भवत्यौ पाठं न विस्मरिष्यतां तर्हि शिक्षकः न अतर्जिष्यत् इति अस्ति स्पष्टतया वक्तव्यमस्ति खलु किञ्चित् काठिन्यमस्ति अस्तु अग्रे महोदय यूयं निरीक्षकं पर्यवेक्षत निरीक्षकः निरीक्षकं प्रथमपुरुष एकवचने इति वदतु तदनन्तरं मध्यमं करिष्यामः किं भवति सोपाने पर्यं पृच्छति इति क्रियापदम् पुनः परिपृच्छति अत्र दत्तमस्ति खलु परि पृच्छति इति अत्र अस्ति परि अधिकम् अपृच्छत् पर्यपृच्छत् इति अत्र दत्तमस्ति भवतः कार्यं बहु सुलभम् इदानीम् महोदय एकं कार्यं करोतु पृच्छति दत्तमस्ति खलु केवलं पृच्छति पदस्य वदतु लृङ्लकारः कथं भविष्यति लङ्लकारे अपृच्छत् लकारे किमस्ति अभ्यासपुस्तके दत्तमस्ति पृच्छति लट्लकारः किमस्ति पृच्छति प्रक्षति खलु यकारः यकारः तत्र किम् अस्ति पुनः वदतु स्पष्टतया प्रक्षयति यति वा प्रक्षति वा प्रक्षति यकारः भिन्नतया नास्ति प्रक्षति प्रक्षति यति अस्ति खलु प्रक्षति प्रक्षति प्रक्षयति न प्रक्षति चकारः यकारः प्रक्षति प्रक्षति अपृक्ष्यत् इति अस्ति पृच्छति अस्ति चेत् प्रथमपुरुष इदानीं परि स्थापयतु परि इति उपसर्गः अस्ति पृच्छति परिपृच्छति लङ्लकारे वदतु कथं भवति महोदय परि अधिकं लङ्लकार हा अप्रक्षत् किं भवति पर्यप्रक्षत् पर्यप्रक्षत् इति भवति लङ्लकारे खलु इदानीं लुट् लकारे प्रक्षति तर्हि मध्यमत्यजतु इदानीं मध्यमम् आगच्छति एव एकवचने भवति चेत् प्रथमपुरुष एकवचने भवति चेत् समीचीनं इति भवति पर्यप्रक्षत् इति भवति प्रथमपुरुष एकवचने इदानीं मध्यमपुरुषे किं भवति एकवचने परिप्रक्ष्यः इति भवति समीचीनं तत् अत्युत्तमम् अनन्तरं तदनन्तरं तत्र किमस्ति अकुप्यत् अकुप्यत् इत्युक्ते लङ्लकारे अकुप्यत् अकुप्यष्यत् समीचीनं तथा तर्हि पुनः वदतु पूर्णवाक्यं यदि यूयं निरीक्षकं यूयं यदि निरीक्षकं यदि निरीक्षकं न अपरिपृक्ष्य पर्य अकारः अग्रे नास्ति पर्य पर्यपृक्ष्यः तर्हि निरीक्षकः न अकुपिष्य इति अस्ति इति अस्ति इदानीं यूयं हा यूयं प्रथमवाक्ये अस्ति न तु द्वितीयवाक्ये द्वितीयवाक्ये तु निरीक्षकः एव प्रथमवाक्यं पर्यपृक्ष्यत हलन् इदानीं प्रक्षत समीचीनं महोदय इति अस्ति त्वं युवां यूयम् अस्ति खलु इति अस्ति पर्यपृक्षत इति अस्ति अस्तु समीचीनम् अग्रे महोदय करोति वा युवां न उदतिष्ठतां चोराः धनम् उपाहरन्त उत्तिष्ठति लट्लकारे उदतिष्ठत् एकवचनं प्रथम एकवचनं मध्यमपुरुषं बहुवचनं उदतिष्ठम् मध्यमपुरुषं द्विवचनम् मध्यमपुरुषं द्विवचनं उदतिष्ठतं लङ्लकारे एकवचन प्रथम महोदय प्रथमं वदतु कथं भविष्यति प्रथमपुरुष एकवचनं तिष्ठति अतिष्ठत् अत्र उत्तिष्ठति अस्ति अतः उदतिष्ठत् इति लङ्लकारः यदि उत्थाप्यति इति भविष्यत्काले इति मन्ये उत्थाप्यति स्था इति धातु स्थास्यति इति भवति स्था इति धातुः अस्ति स्थास्यति स्थास्यति तिष्ठति इति स्थास्यति उत्तिष्ठति उत्थास्यति उत्थास्यति इति भवति तिष्ठति किं भवति तिष्ठति स्थास्यति स्थास्यति उत्तिष्ठति इति भवति खलु इदानीं किं भवति वदतु उदस्थास्यत् उदस्थास्यत् उदस्थास्यत् उदस्थास्यत् न चिन्ता उदाहरणं मा पश्यतु इदानीं वयं जानीमः परन्तु अत्र अत्र मध्यम द्विवचनमस्ति उदस्थास्यतम् इति अस्ति उदस्थास्यतम् उदस्थास्यतम् उदस्थास्यतम् उदस्थास्यतम् चोराः धनम् अपाहरन् अपहरति अपहरति अपाहरत् इति एकवचनं हरति भविष्यत् हरिष्यति हरिष्यते वा हरिष्यति उपाहरिष्यत् उपाहरिष्यत् इति एकवचनं भवतु चोराः उपाहरिष्यन् पूर्णवाक्य वदतु समीचीनं यदि हरिष्यन् बहुवचनमस्ति युवां उदस्थास्यत् यदि यदि युवां उदस्थास्यम् उदस्थास्यं तम् उदस्थास्यतं चोराः करिचोराः तर्हि चोराः न धनम् अपाहरिष्यति अपाहरिष्यन् अपाहरिष्यन् तर्हि चोराः धनं न अपाहरिष्यन् अपाहरिष्यन् अस्तु अग्रे महोदय बालिकाः गीतं न अन्यगायन् अन्वगायन् गीतं कण्ठस्थम् अभवत् अभवत् एकवचनं बालिका गीतं अन्वगायन् गायति भवान् भवान् महोदय एकनिमिषः, भवान् तु जानाति एव, वदतु। लट् लकारे एकवचनं किं भवति? प्रथमवाक्यस्य क्रियापदम् उपसर्ग मिलित्वा लट् लकार अनु अधिकम् अगायत्, सोपानेन वदतु। अनु अधिकम् अगायत् किं भवति? लट् लकार अनुगायते, अनु अधिकम् अगायत्, अनु अधिकम् अगायत् किं भवति? अन्वगायत्, अन्वगायत् इदानीं गायति, अनुगायति, अनुगायति पदस्य लृट् लकारः किम्? अनुगायिष्यति, गायिष्यति, गायिष्यति, अनुगायिष्यति, अनुगायिष्यति। तर्हि किं भवति लृङ्लकारः? अन्वगायत् अनुगायिष्यति किं भवति? अन्वगायिष्यत्, गायिष्यत्, अन्वगायिष्यत्, अन्वगायिष्यत् इति एकवचने भवति। बहुवचने अन्वगायिष्यन्, अनुगायिष्यन्। अस्तु वदतु तर्हि पूर्णवाक्यं। बालिका यदि बालिकाः कीशं न अन्वगायिष्यन् तर्हि गीतं तटस्थं न अभविष्यत्, न अभविष्यत्। समीचीनमस्ति, अस्तु अत्युत्तमं। तर्हि महोदय अग्रे विनोद महोदय। पुस्तके लिखितानि पदानि चित्वा वाक्यानि पूरयेत। अत्र अष्टं शब्द अस्ति, शब्दाः शब्दाः अस्ति, सन्ति सन्ति। ललितः विद्यालयं न गतवान्, सः प्रतिदिनं विद्यालयम् अगमिष्यत् चेत् सम्यक् अध्ययनम् अध्ययनं विस्मरिष्यत्, किमपि अभविष्यत्, अभविष्यत् खलु, अभविष्यत्। सः प्रतिदिनं विद्यालयम् आगमिष्यत् चेत् सम्यक् अध्ययनम् अभविष्यत्, खलु? किमपि अत्र बहूनि दत्तानि सन्ति, किमपि करिष्यामः। अस्तु तथा अस्ति। सरिता भगिनी अग्रे। अस्ति वा भगिनी? सरिता भगिनी एकनिमिषः। आमामां द्वितीय अभ्यासः। हा हा, सम्यक् अध्ययनम् अग्रे द्वितीयवाक्यं। गीतं कण्ठस्थानम् अभवत्? हा अभवत्, एतत् सर्वम् अभवत्। तत्र द्वितीय अभ्यासस्य द्वितीयवाक्यं सम्यक् अध्ययनम्। सम्यक् अध्ययनम् अन्वकरिष्यन् चेत् परीक्षां निःशङ्कं प्राप्स्यत्। अत्र बहु चिन्ता मास्तु, अत्र किमपि भवितुमर्हति खलु। अत्र एक पदं द्विवारम् आगच्छति। तत्र पश्यतु, ललितः विद्यालयं न गतवान्, सः प्रतिदिनं विद्यालयम् आगमिष्यत् चेत् सम्यक् अध्ययनम् अभविष्यत्, सम्यक् अध्ययनम् अभविष्यत् चेत् अवगच्छति वा? तर्हि वाक्यं तदेव तदेव वाक्यं द्विवारम् आगच्छति। सम्यक् अध्ययनम् अभविष्यत् चेत् परीक्षां निःशङ्कं आमाम् उदतरिष्यत् उदतरिष्यत् उदतरिष्यत् तर्हि प्रत्येकपदं द्विवारम् आगच्छति अभविष्यत् अभविष्यत् तदा अग्रे अपि तथा भवति महोदय भवान् वदतु एकनिमिषः भवान् वदतु तस्य पदस्य अर्थः उदतरिष्यत् भगिनी उक्तवती उद किं किं महोदय किं प्रश्नः कः निअधिकं शङ्कं निशङ्कं उदतरिष्यत् इति अस्ति अर्थम् अस्तु परीक्षाम् उदतरिष्यत् चेत् उच्चशिक्षणं प्राप्स्यत् प्राप्स्यत् इति अस्ति प्राप्स्यत् अस्तु महोदय अत्र किम् अस्ति महोदय अवगच्छति वा अत्र किम् अस्ति रामः अस्ति रामः खादिष्यत् अखादिष्यत् रामः अखादिष्यत् चेत् रामः अपाठिष्यत् चेत् रामः परीक्षाम् उदतरिष्यत् पुनः रामः परीक्षाम् उदतरिष्यत् चेत् अन्य किमपि करिष्यत् तर्हि क्रिया एकमस्ति तस्य द्विवारं प्रयोगः भवति आङ्ग्लभाषायां वदामः चेत् इफ् राम वुड् हव् स्टडिड् ही वुड् हव् पास्ड् इफ् ही वुड् हव् पास्ड् ही वुड् हव् डन् दिस् ही वुड् हव् डन् दिस् दट् वुड् हव् हेपन् तर्हि एक क्रियापदमस्ति तस्य प्रयोगः द्विवारं भवति द्विवारं तथा अस्ति एवं करिष्यति चेत् एवं भविष्यति चेत् तथा भविष्यति एवं भवति अग्रे उच्चशिक्षणम् इति वदतु उच्चशिक्षणम् उच्चाक्षीणां प्राप्स्यत् प्राप्स्यत् चेत् चेत् चेत् विवेकं अन्व नास्ति अल्पस्य उच्चशिक्षणम् उच्चशिक्षणं प्राप्स्यत् इत्युक्ते अवगच्छति खलु किं उच्चशिक्षणं प्राप्स्यत् चेत् विवेकं सरिता भगिनी किम् उक्तवती वदतु कृपया न न उच्चशिक्षण परीक्षाम् उदतरिष्यत् चेत् उच्चशिक्षणं प्राप्स्यत् उच्चशिक्षणं प्राप्स्यत् चेत् विवेकं अलप्स्यत अर्थं किमस्ति अलप्स्यत प्रायशः तथा अस्ति लभति इति अस्तु अग्रे भगिनी तर्हि विवेकम् अलप्स्य चेत् अलप्स्यत चेत् निरन्तरं राष्ट्रसेवन सेवाम् अकरिष्यत्। अकरिष्यत्, समीचीनम्। अग्रे महोदय। निरन्तरं राष्ट्रसेवाम् अकरिष्यत् चेत् लोकस्य हितम् अभविष्यत् द्विवारं प्रयोगः भवति, नास्ति चिन्ता। अग्रे महोदय। लोकः चिरकालं तं न विस्मरिष्यति। लोकः चिरकालं तं अस्तु, समीचीनं। चिरकालं, चिरकालं सर्वदा, चिरकालं खलु, तत्र उत्तरं लोकहितं अस्तु, समीचीनं महोदय। विनोद् महोदय, तृतीय अभ्यासं वाक्ये प्रयुक्ताना रूपाणि उपयुज्य वाक्यानि पुनः लिखत। उदाहरणं विद्युत् भवति, दीपः ज्वलति। यदि विद्युत् अभविष्यत् तर्हि दीपः अज्वलिष्यत्, अज्वलिष्यत्। तर्हि प्रथमं किम् अस्ति, यदि तर्हि प्रयोगः अस्ति खलु, तदनन्तरं क्रियापदं द्वयमस्ति, भवति ज्वलति। भवति लट्लकारः, अभविष्यत् ऋङ्लकारः। ज्वलति लट्लकारः, अज्ज्वलिष्यत् ऋङ्लकारः इति अस्ति। छात्राः, छात्राः भवन्ति, शिक्षकः पाठयति, अत्र वदतु वदतु। यदि यदि छात्राः भविष्यत्, छात्राः वचनं किं भवति, अभविष्यन् तर्हि शिक्षकः अपाठयिष्यन् शिक्षकः वचनं किम् एकवचनं पुनः वाक्यं वदतु पुनः। छात्रा यदि यदि छात्राः भविष्यन् शिक्षकः तर्हि तर्हि शिक्षकः अपाठयिष्यत् इति अस्ति। सरिता भगिनी अग्रे। सरिता भगिनी। हा हा, आम् आम् आम्, क्षम्यताम्। द्वितीयवाक्यं, द्वितीयवाक्यं, यदि कोशे धनम् अभविष्यत् तर्हि फलम् अक्रेष्यामि। तर्हि तर्हि वदतु किञ्चित् तत्र किम् अस्ति। अक्रीणम् अस्ति, क्रीडातु अस्ति, अक्रीणं लङ्लकारे, क्रेष्यामि लृट् लकारे, अक्रेष्याम् अक्रेष्याम् इति अस्ति। अक्रेष्याम्, समीचीनं। प्रथमम् अस्ति अभविष्यत्, अभविष्यत् अक्रेष्यम्. समीचीनमस्ति. अस्तु अग्रे महोदय. उत्साहः अस्ति, भवान् लक्ष्यं प्राप्नोति. यदि उत्साहः अभविष्यत् तर्हि भवान् लक्ष्यं लङ् लकारे अप्राप्नोत्, रुट् लकारे प्राप्निष्यति. अभ्यासपुस्तके अस्ति एतत् सर्वं. यदि उत्साहः अभविष्यत् तर्हि भवान् लक्ष्यम् अप्राप्स्यत् इति अस्ति. समीचीनम्. अग्रे महोदय. देवरामः अस्ति, भवती नर्तकं पश्यति. यदि देवरामः अभवत् अभविष्यत् तर्हि भवती नाटकम् सोपाने न पश्यामः. पश्यति अस्ति खलु, पश्यति लङ्लकारे किम् पश्यति पश्यति अस्ति लट् लकारे न अपश्यत्. समीचीनम् अपश्यत् समीचीनम् अस्ति. लृट् लकारे किम् अस्ति भविष्यत्काले? हरिष्यति महोदय. द्रक्ष्यति द्रक्ष्यति पश्यति द्रक्ष्यति किञ्चित् भिन्नमस्ति. अभ्यासपुस्तके अस्ति पश्यति द्रक्ष्यति, तत्र प्रायशः दत्तमस्ति पश्यति द्रक्ष्यति, नास्ति वा? अस्तु अस्तु अस्तु. हा द्रक्ष्यति दृश्यति धातुः अस्ति, द्रक्ष्यति इति अस्ति. तर्हि अपश्यत् द्रक्ष्यति, अद्रक्ष्यत् अद्रक्ष्यत् इति भवति अद्रक्ष्यत्. तर्हि वदतु यदि यदि विरामः अभविष्यत् तर्हि भवती नाटकम् अद्रक्ष्यत्. समीचीनम् अद्रक्ष्यत् अस्तु अत्युत्तमम्. अग्रे भगिनी. भवतः वचनं सत्यम् अस्ति, अङ्गीकरोमि. यदि भवतः वचनं सत्यम् अभविष्यन् तर्हि किं किं सत्यं यदि भवतः वचनं सत्यं सत्यम् अभविष्यन् भवतः अस्ति खलु एकवचनम् अस्ति अभविष्यत् भविष्यत् तर्हि भवतः वचनं सत्यम् अभविष्यत् तर्हि अङ्गीकरिष्यामि. हा अत्र वदतु सोपानं कथं भवति करोमि अङ्गीकरोमि यकारः यकारः भवति तर्हि किं भवति अङ्गीकरिष्यामि. समीचीनम् अस्तु अत्युत्तमम्. अग्रे वृक्षाः उन्नताः भवन्ति वदन्ति वृक्षाः उन्नताः यदि यदि वृक्षाः उन्नताः अभविष्यन् अभविष्यन् अभविष्य अपतिष्यन् पूर्णवाक्यं पुनः वदतु. यदि वृक्षाः उन्नाः अभविष्यन् तर्हि अपतिष्यन् समीचीनमस्ति. पतति अपतत् पतिष्यति अपतिष्यत् एकवचने अपतिष्यन् इति बहुवचने इति अस्ति. समीचीनम्. अग्रे महोदय. सम्यक् कार्यं करोति निर्वाचने जयति करोति अकरोत् करिष्यति अकरिष्यत् यदि सः सम्यक् कार्यम् अकरिष्यत् निर्वाचने अजयिष्यत् समीचीनम् अजयिष्यत् समीचीनं भवान् कम्बलं धरति शैत्यं न बाधते भवान् कम्बलं धरिष्यत् तर्हि एकनिमिषः महोदय सोपानेन वदतु चिन्ता नास्ति किमस्ति धरति वदतु वाक्यं लङ् लृट् लृङ् इति सोपानेन धातु ध्रु इति धातुः लट् लटा धरति अधरत् धरिष्यति अधरिष्यत् एकनिमिषः भवान् कुतः ईकारः कुतः नयति तत्र ईकारः अस्ति एव करिष्यति अकरिष्यत् भविष्यति अभविष्यत् ईकारः अस्ति एव तत्र खलु ईकारः भवतः किम् अधरिष्यत् पुनः अधरिष्यात् अपठिष्यत् अखादिष्यत् अकरिष्यत् अस्तु यदि भवान् स्तम्भम् अधरिष्यत् तर्हि शैत्यं न बाधिष्यत् बाधते अस्ति बाधते बाधति न बाधते किं पदं बाधते लट् लकारे अस्ति किम् अस्ति लट् लकारे बाधते लङ् लकारे आत्मनेपदे न जानाति चेत् वदतु न जानामि अन्य कोऽपि सहायं करोति वन्दते लङ्लकारे किं भवति अबाधत लृट्लकारे इदानीं मिलित्वा अबाधिष्यत हलन्ति इति नास्ति अबाधिष्यत इति पूर्णतया वदतु पूर्णवाक्यं भवान् यदि भवान् सम्बलं धरिष्यत् अधरिष्यत् अधरिष्यत् हलन्त् अस्ति इति केवलं भेदः इति अस्ति अग्रे महोदय जलं भवति जलम् अभविष्यत् तडागः शुष्कः अभविष्यत् इति अस्ति भवति अभविष्यत् द्विवारम् अस्तु यदि जलं नरवर जलं कुत्र जलं नास्ति खलु जलं जलं सरोवर अत्र सरोवर तड़ाग समान है तड़ाग सरोवर शुष्क शुष्क जलम नास्ति ग्रीष्म काले जलम उपरी गच्छति खलु सरोवरे न भवति जलम नास्ति शुष्क शुष्क जलम नास्ति शुष्क जलम नास्ति चेत् शुष्कः भवति काचन नदी नदी सर्वदा जलं नास्ति नद्यां सर्वदा जलं नास्ति ग्रीष्मकाले जलं नास्ति खलु ग्रीष्मकाले जलं नास्ति शुष्कः इति अस्ति अस्तु अस्तु समीचीनं सरिता भगिनी समापयतु कृपया तत्र अन्तिमवाक्यं हा अनिलः आलस्यं त्यजति सुखम् अनुभवति त्यजति अत्यजत् त्यजिष्यति अत्यजिष्यत् अनिलः यदि अनिलः आलस्यम् अत्यजिष्यत् तर्हि सुखम् अनुभवति अत्र भवत् अत्र भवत् भूधातुः अस्ति भवति अभविष्यत् अभविष्यत् अनु अधिक अनु अधिक अभवत् अन्वभवत् तत्र भवति अस्ति चेत् भविष्यति भवति सो अन्वभविष्यत् सो यदि अनिलः आलस्यम् अत्यजिष्यत् सुखम् अन्वभविष्यत् अत्युत्तमं तथा अस्ति त्यक्ष्यति वा त्यजिष्यति वा त्यज् इति धातुः अस्ति त्यज् इति धातुः त्यजिष्यति इति गमिष्यति इव इति चिन्तयामि एवं वा तत्र कमस्ति वा महोदय त्यजति त्यजिष्यति इति चिन्तयामि त्यजिष्यति इति चिन्तयामि यथा भगिन्याः उक्तम् अस्तु समीचीना महोदय अग्रे किञ्चित् अत्र भिन्नविषयः अस्ति पश्यामः एतानि वाक्यानि सावधानतया परिशीलयत सर्व सकर्मकाः अकर्मकाः च धातवः सकर्मकाः कर्तृपदं कर्मपदं क्रियापदं लेखकः ग्रन्थं पठति पठिति धातुः अस्ति पठिति धातुः अस्ति पठति इति क्रियापदं ग्रन्थमिति कर्मपदं लेखकः इति कर्तृपदम् अस्ति तर्हि अत्र किं दत्तमस्ति पठ रक्ष कृ अक्ष कृस् ज्ञा खाद् स्मृ एतत् सर्वं सकर्मकपदानि सन्ति पठिति धातुः उदयकुमार महोदय समीचीनरूपेण उक्तवान् त्यज् धातुः अस्ति चेत् त्यक्षति भवति तत्र तत्र त्यक्षति तु अत्यक्षत् अत्यक्षत् इति अहं मन्ये यदि अनिलः आलस्यम् अत्यक्षत् तर्हि सुखम् अन्वभविष्यत् इति भवती दृष्टवती वा हा हा आम् आम् आम् अस्तु तर्हि तर्हि हा तर्हि भवति त्यक्षति अत्यक्षत् खलु अत्यक्षत् अत्यक्षत् इति भवति समीचीनं तर्हि अत्र अत्र मध्यं मध्यं पुस्तके कर्म कर्मपदमस्ति तत्र सकर्म यदि कर्मपदं नास्ति अकर्म हा इत्युक्ते यत्र क्रियापदस्य पूर्वे कर्मपदम् आवश्यकं भवति ते पदानि सकर्मकाः क्रियापदस्य पूर्वे कर्मपदम् आवश्यकम् अथवा वाक्यं न भवति लेखकः वाक्यं भवति भवति वाक्यं परन्तु कर्मपदः आवश्यकं कर्मपदम् अग्रे अग्रे दत्तमस्ति अवधेयं यत्र लिखितमस्ति तत्र एतत् सर्वं दत्तमस्ति अस्तु एकवारम् अवधेयं करिष्यामः तदनन्तरं पुनः पठामः उपरि किं लिखितमस्ति विपरीततेन करामः, प्रथमे पठामः अनन्तरम् अवधेयं करिष्यामः. अस्तु, लेखकः ग्रन्थं पठति इति अस्ति. द्वितीयवाक्यं किम् अस्ति महोदय? सैनिकाः देशं रक्षति. अत्र अत्र किम् अस्ति इत्युक्ते, तत्र प्रश्नः यदा पृच्छामः, प्रश्नः पृच्छामः, लेखकः ग्रन्थं पठति, लेखकः किं पठति, तस्य उत्तरं भवति ग्रन्थम्. सैनिकः देशं रक्षति, सैनिकः किं रक्षति, सैनिकः देशं रक्षति. तर्हि यत्र प्रश्नं पृच्छामः एवं तस्य उत्तरं भवति कर्मपदं, ते पदाः सकर्मकाः इति वदामः इति अस्ति. अग्रे रक्ष इति धातुः हलन् हलन् भवति. अग्रे भगिनि. अतिथिः भोजनं करोति. अतिथिः किं करोति? अतिथिः भोजनं करोति इति क्रू इति धातुः अस्ति. क्रू उभयपद धातुः भवति. करोति. अग्रे महोदय. भक्तः देवं अर्चति. भक्तः देवम् अर्चति. हा इति प्रश्नः पृच्छामः चेत् देवम् उत्तरमस्ति. देवं कं प्रश्नः किं भक्तः कं अर्चति? देवम् अर्चति. अग्रे महोदय. कं देवं देवं किं करोति? किं करोति न कम् अत्र देवम् अस्ति खलु, लिङ्गम् इति पश्यतु. अस्तु, करोति समीपे अत्र कम् कं भवति खलु, अर्चति इति. अग्रे. भवती दूरदर्शनं पश्यति. दृष्टातु भवती किं पश्यति अथवा कं पश्यति? किं पश्यति? किं पश्यति? दूरदर्शनं पश्यति. अस्तु, अग्रे. सः सर्वं जानाति. ज्ञादातु. कं जानाति? किमर्थम् अत्र सर्वः सर्वा सर्वा इति त्रीणि रूपाणि भवितुम् अर्हति. अस्तु, अग्रे महोदय. धेनुः तृणं खादति. धेनुः किं खादति? तृणं खादति इति अस्ति. सरिता भगिनी, अग्रे. बालः विषयं स्मरति. बालः किं स्मरति? विषयं स्मरति. स्मृदातु अस्ति चेत् सकर्मकः इति अस्ति. सकर्मकाः. अग्रे महोदय. प्रश्नः अस्ति अत्र, प्रश्नः पृच्छति किं कं अनेकप्रकारे. यदि मध्यमशब्द लोपः अस्ति, लेखकः पठति. उदाहरणं, लेखकः कुत्र करोति? किं करोति? कुत्र पदस्य आवश्यकता अस्ति? यदि लेखकः पठति, उत्तरं लेखकः करोति. किं करोति? पठति. लेखकः पठति. वाक्यं तु समीचीनं. लेखकः पठति, लेखकः कुत्र पठति, लेखकः विषयम् अत्र अस्ति. एतत् किमपि क्रियापदं, तत् क्रियापदस्य कर्मपदम् आवश्यकं वा नास्ति वा भवितुम् अर्हति वा? महोदय, पञ्चनिमिषानन्तरम् एतद् वाक्यं पृच्छतु. पञ्चनिमिषानन्तरम् एतद् वाक्य पञ्चनिमिषानन्तरं पृच्छतु. अस्तु, प्रथमे इदानीं पश्यामः. भवतः प्रश्नः समीचीनः एव, उत्तरं भवान् एव प्राप्स्यति. अस्तु, अग्रे महोदय. अकर्मकाः कर्तृपदं क्रियापदं. शिक्षकः अस्ति. प्रश्नम् अत्र प्रश्नं प्रष्टुं न शक्नुमः खलु, इत्युक्ते किं कं काम् इति प्रश्नं न. शिक्षकः अस्ति एव, अस्ति किम् अस्ति इति न वदामः खलु. तत्तु भिन्नमेव खलु. शिक्षकः अस्ति. अग्रिम महोदय. बाला सः हसाति. इति प्रश्नं न भवति. हसति, हस् इति बाला हसति, हा इति बाला हसति, परन्तु कर्मपदस्य आवश्यकता अस्ति वा इति अत्र कर्म अत्र शिक्षकः अस्ति, महोदय पठितं खलु, शिक्षकः अस्ति, शिक्षकः कर्तृपदम् अस्ति इति क्रियापदम्, कर्मपदम् उपयोजं न शक्नुमः अत्र, कर्मपदस्य आवश्यकता अपि नास्ति. अत्र नास्ति इति अस्ति खलु, हसति चेत् इति कर्मपदं न आवश्यकम्, अस्ति चेत् कर्मपदं न आवश्यकम्. अस्तु अग्रे भगिनि. मयूरः नृत्यति, नृत्यतु अकर्मकः इति अस्ति. अस्तु अग्रे. शिशुः क्रीडति, क्रीडति एव खलु. अस्तु अग्रे महोदय. हरिणः गाव, गाव इति दातु अकर्मकः. भीरु रोदिति रुद्ध. अग्रे महोदय. शुक्रः दयते, शुकः दीयते, दयते दयते उद्भूताति. अग्रे सरिता भगिनि. सस्यं वर्धते, अत्र कः कः कं कां किम् इति प्रश्नस्य उत्तरं न प्राप्नुमः, इत्युक्ते वृद्धातु अकर्मकः. अस्तु समीचीनमस्ति. अस्तु अग्रे अवधेयं लिखितमस्ति, तत् पठामः महोदय. अवधेयम् उपरितनवाक्येषु प्रयुक्ताः पठ, रक्ष, पृ इत्यादयः धातवः सकर्मकाः, यतः एतेषां कर्म सम्भवति. किम् अवगच्छति? तत्र कर्मपदमस्ति, कर्मपदमस्ति तत्र, कर्मपदं दत्तमस्ति, तर्हि ते सकर्मकाः, कर्मपदं यत्र आवश्यकं ते सकर्मकाः. अस्तु अग्रे महोदय. भागे विद्यमानेषु वाक्येषु प्रयुक्ताः आस् हास हास नृत् इत्यादयः दातवः अकर्मकः. यतः एतेषां धातूनां कर्म न सम्भवति. इत्युक्ते कर्मपदं नास्ति अत्र, द्वितीय उदाहरणेषु यदत्तमस्ति तत्र कर्मपदं नास्ति, अत्र कर्मपदं नास्ति, तर्हि ते अकर्मकाः. अत्र कर्मपदम् अस्ति तर्हि सकर्मकाः, अत्र कर्मपदं नास्ति तर्हि अकर्मकाः इति अस्ति. अस्तु अग्रे भगिनि. केषां धातूनां कर्म सम्भवति, तेषां च कर्म न सम्भवति इत्यस्य ज्ञानाय गच्छन्ति कर्तव्यः. प्रथमतया क्रियापदनम् उच्चारणीयं यथा पठति, तदनन्तरं कर्तृसहितं क्रियापदम् उच्चारणीयं यथा लेखकः पठति. कर्तृक्रियायोः मध्यमे द्वितीया विभक्ति सम्बन्धः क कां किम् इति प्रश्नः करणीयः, यथा लेखकः कः कं कां किं पठति, लेखकः ग्रन्थं पत्रिकां रामायणं पठति. अत्र उत्तरं प्राप्यते अतः पत् स्थातु सकर्म इति अस्ति. सोपानत्रयमस्ति, प्रथमे किं स्वीकरणीयः? धातुः पठिति धातुः, प्रथमं पठिति धातुः. द्वितीयं क्रियापदं शिक्षकः, शिक्षकः पठति इति हा हा शिक्षक इति कर्तृपदं कर्तृपदम् एवं क्रियापदं योजनीय पठति पठ धातुः क्रियापदं शिक्षकः कर्तृपदं शिक्षकः पठति तदनन्तरं वाक्यं करिष्यामः शिक्षकः किं पठति शिक्षकः पुस्तकं पठति शिक्षकः रामायणं पठति किमपि पठति यदि उत्तरं प्राप्यते तर्हि सकर्मकः यदि उत्तरं न प्राप्यते तर्हि अकर्मकः उदाहरणं बालकः हसति बालकः हसति हसति हसति धातुः अस्ति बालकः हसति तत्र प्रश्नमपि न प्रष्टुं शक्नुमः खलु हसति केवलं तत्र उत्तरं न प्राप्यते तर्हि अकर्मकः इति अस्ति अग्रे दत्तमस्ति महोदय प्रश्नकरणानन्तरं यदि उत्तरं प्राप्यते तर्हि धातुः सकर्मकः इति निश्चेतुं शक्यते पूर्वतनक्रमेण एव प्रश्नकरणानन्तरं यदि उत्तरं न प्राप्स्यते तर्हि धातुः अकर्मकः इति निश्चेतुं शक्यते यथा क अस्ति ख शिक्षकः अस्ति ग शिक्षकः कं कां किम् अस्ति इति प्रश्नः शिक्षकः डेश् डेश् अस्ति अत्र उत्तरं न प्राप्स्यते अतः धातुः अकर्मकः तर्हि उत्तरं न प्राप्यते चेत् अकर्मकः इति अस्ति महोदय इदानीं प्रश्नः कुत्र इति प्रश्नस्य आवश्यकता नास्ति अत्र कुत्र इति सम्बन्धः नास्ति कं कां किम् इति अस्ति चेत् द्वितीया विभक्ति अत्र कर्मपदस्य आवश्यकता अस्ति तत् अस्ति चेत् सकर्मकः नास्ति चेत् अकर्मकः इति अस्ति अस्तु समीचीनम् अग्रे अभ्यासः अस्ति शीघ्रमेव करिष्यामः अस्तु कः पठति महोदय वा हा यथा निर्देशं दातः सकर्मकः उत अकर्मकः क्रियापदं इच्छति कर्तृसहितक्रियापदं बालः इच्छति प्रश्नः बालः कं कां किम् इच्छति उत्तरमस्ति उत न अस्ति चेत् बालः मोदकम् इच्छति बालकः बालः पुस्तकम् इच्छति इति भवति तर्हि सकर्मक इति अस्ति वर्तते बालः वर्तते बालः कं कां किं वदते तत्र उत्तरं नास्ति अतः अग्रिमं करोतु वन्दते बालः वन्दते बालः कं वन्दते उत्तरं भवितुम् अर्हति सम्भावना अस्ति उत्तरस्य अतः सकर्मकः अस्तु शीघ्रमेव भविष्यति प्रश्नं नास्ति अतः अकर्मकः उपविशति कम् उपविशति उत्तरं नास्ति उत्तरं नास्ति तर्हि अकर्मकः उपविशति इति अकर्मकः अस्तु लभते बालः लभते अत्र कं लभते किं लभते कां लभते इति उत्तरमस्ति वा अस्ति वा नास्ति अस्ति वा अकर्मकम् अस्ति वा नास्ति लभते इत्युक्ते अर्थम् अवगतं वा लभते लभते प्राप्नोति इति अर्थं खलु पुस्तकं लभते फलं लभते बालकः फलं लभते यदि भवान् अत्र देवालयं गच्छति प्रसादं लभते खलु पुष्पं लभते फलं लभते खलु तर्हि उत्तरं भवति खलु महोदय तर्हि सकर्मकः वा अस्तु अस्तु सरिता भगिनी अग्रे शृणोति बालकः शृणोति बालकः कं कां किं शृणोति तत्र उत्तरं लभते इत्यर्थे श्रुधातु सकर्मकः इति अस्ति उदाहरणं वदतु वाक्यम् उदाहरणमेकं नो भगिनी उदाहरणं बालकः गीतं शृणोति गीतं शृणोति गीतम् इति तत्र अस्ति उत्तरं तर्हि सकर्मकः अस्तु अग्रे महोदय सहते कष्टं सहते दुःखं सुखमपि भवितुमर्हति अस्तु समीचीनं सकर्मकः अस्तु अग्रे महोदय क्रीणाति सकर्मकः समीचीनम् उदाहरणं वदतु उदाहरणं वाक्यम् ओके बाल बालाः क्रीणाति बालाः कां कां किं क्रीणाति अस्ति सकर्मकः उदाहरणं वदतु एकं वाक्यं वाक्यं वदतु बालः बालः फलं क्रीणाति समीचीनम् एवमस्ति उत्तरम् अस्ति तर्हि सकर्मकः अत्युत्तरम् अस्तु अस्तु अस्तु अत्युत्तमम् अस्तु भगिनि अग्रे पतति अकर्मकः उदाहरणं फलं पतति इति अन्य कोऽपि नास्ति अकर्मकः अस्तु अग्रे अस्तु महोदय अग्रे श्लाघते श्लाघते श्लाघनं सकर्मक बालकं श्लाघते सम्यक् पठति इति एकं वाक्यं वदतु अध्यापकः छात्रं श्लाघते इति अस्ति सकर्मक प्रशंसा इत्यर्थम् अस्तु समीचीना तर्हि अस्तु समयः जातः अद्य तर्हि किं करणीयम् अग्रिमसप्ताहे अग्रे किमपि नास्ति अग्रे अग्रे केवलं द्विकर्मकाः अपि अस्ति इत्युक्ते धातवः ये सन्ति ये सकर्मक अपि अकर्मकः अपि द्वयोः भवितुमर्हति तत्र द्विकर्मकाः धातोः तत्र दत्तमस्ति किञ्चित् अग्रिमसप्ताहे तत् तस्य विचारं करिष्यामः अस्तु अत्रापि दत्तमस्ति यत्र याच् धातुः प्रच् धातुः एतत् सर्वं दत्तमस्ति अग्रिमसप्ताहे पठामः गृहपाठत्वेन अपि पठतु तर्हि अस्माकं लकारसम्बन्धे इदानीं पुस्तके समाप्तः विचारः लकारसम्बन्धे अग्रे गत्वा नूतनविषयः अस्ति कर्मणि प्रयोगः इति विषयः अस्ति तत्सम्बन्धे पठामः तर्हि लकारसम्बन्धे कोऽपि प्रश्नाः अस्ति चेत् अपि पृच्छतु आगामिसप्ताहे एवं गृहपाठत्वेन पठतु एव अस्तु अस्तु तर्हि आगामिसप्ताहे मिलामः अद्य विरमामः अस्तु नमस्कारः